ओके ओके प्रार्थना अस्तु प्रार्थना करोतु अत्र अनिल् महोदय प्रार्थना करोतु अनिल् महोदय अस्ति वा ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहैः ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगणेशाय नमः ॐ श्रीसरस्वत्यै नमः ॐ श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः अनन्तरं त्रिमुनि वन्दना अस्ति खलु अनिल् महोदय करोति यत् आं महोदय येनाक्षरसमाम्नायम् अधिगम्य महेश्वरा कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाच्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् अस्तु अत्र महोदय मम दूरवाण्यामपि एतत् स्लैड् आगन्तुं शक्यते परन्तु न आगच्छति अत्र ऐ डोण्ट् नो वाट् आल् दट् इस् बिकास् यु आर् नाट् शेर्ड् महोदय यु हव् टु शेर् शेर् मध्ये गच्छतु तत्र शेर् डेस्क्टाप् इति यत् आगच्छति तत्र क्लिक् करोतु तदा एव शेर् भविष्यति last time it came correctly but this time already patched it on what is doing it yeah it's done yeah अस्तु अत्र इतःपर्यन्तं वयं नुम् आगमः कुत्र भवति इति इदितो नुम् धातोः अत्र इदित् अस्ति चेत् यत्र अन्तिमवर्णः इदित् अस्ति तत् नुम् आगमः भवति एतत् दृष्टवन्तः अनन्तरं मिदच्छोन्त्यात् परः मित् अच् अन्त्यात् परः एव अत्र आगच्छति अत्र यः मित् अस्ति सः अच् वर्णेषु अन्त्यात् परः आयाति एतदेव वयं दृष्टवन्तः अनन्तरम् अत्र उदाहरणरूपेण दृष्टवन्तः वदी वदी इति अस्ति अत्र ईकार उत्तरवर्ते अनुनासिकवर्णः एतत् उपदेशे अज् अनुनासिक इत् इत्यनेन इत् भवति अनन्तरं वद् योगः वद् अस्ति इदितो नुम् धातोः एतत् सूत्रेण अत्र अन्त्यवर्णात् अत्र उपादायम् अत्र वकार उत्तरवर्ती अकारः अस्ति, अतः तत्र मिदचोन्त्यात् परः इति सूत्रेण इदितोनुं धातोः अच् वर्णात् परे आगच्छति, अतः वन्द् इति भवति. अनन्तरं नच् पदान्तस्य जलि इत्यनेन नकारः अस्ति, न तत् स्थाने अनुस्वारस्य ययि परसवर्णः इति अस्ति दकारः, दकारपूर्वम् अत्र अनुस्वारः अस्ति, एतत् अनुस्वारस्य ययि परसवर्णः इत्यनेन नकारः पुनरपि भवति. अनन्तरं नच् पदान्तस्य जलि कुत्र भवति चेत् अपदान्तस्य यत्र पदान्तः नास्ति तत् स्थाने नकारस्य मकारः, नकारस्य मकारस्य स्थाने अनुस्वारः भवति. नकारस्य एतदपि तत् न अन्तिमवर्णः भवति, मकारस्य मकारः प फ ब भ एतत् वर्णेषु अत्र मकारस्य स्थाने नकार मकारस्य स्थाने अनुस्वारः आदेशः भवति. एतदेव नच् पदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः कुत्र भवति चेत् अनुस्वारस्य स्थाने परसवर्ण आदेशः भवति ययि प्रत्याहारे परे अस्ति चेत् एव. एतदेव अत्र निमित्तमस्ति, निमित्तं कुत्र भवति चेत् अनुस्वारस्य स्थाने परसवर्णः भवति यत्र ययि प्रत्याहारे परे अस्ति चेत्, एतत् निमित्तं भवति. इदानीं परसवर्णः इत्युक्ते किम्? परसवर्णः विषये किञ्चित् एतत् अनुस्वारस्य ययि परसवर्णः पूर्वमेव दृष्टवन्तः. इदानीं परसवर्णः किम् अस्ति इति पठेम. अत्र उमा मीनाक्षी अस्ति वा? अस्ति. आम् पठतु, परसवर्णः इति अस्ति खलु, पठतु. किमर्थम् अत्र हास्यं? भगिनी सा एव अध्यापिका, अस्माकम् अध्यापिका. ओ अत्र अनुसूया कुम अनुसूया कामत् का सा अनुसूया? अनुसूया इति अस्ति वा? अहं पठामि. पठतु. अहं पठामि. परसवर्णः इत्युक्ते अनुस्वारोत्तरः यः वर्णः तस्य सवर्णः. सवर्णः नाम अनुस्वारोत्तरवर्ती यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते. अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु. परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः? स्थानेन्तरतमः. प्रथमपद्याये प्रथमपादे पञ्चाशीति सूचयति यत् यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्टो भवतु. एतत्पर्यन्तम् अनुसूय अत्र एकम् एकं पङ्क्तिं स्वीकृत्य किम् अस्ति इति वदतु. परसवर्णः इत्युक्ते अनुस्वारोत्तरः यः वर्णः तस्य सवर्णः. परसवर्णः अभिप्रायः अनुस्वारोत्तरः यः वर्णः अस्ति तस्य सवर्णः, तस्य सवर्णः स्थानेन्तरतमः इति सूत्रेण तस्य सवर्णः निश्चयं कर्तुं शक्यते. सवर्णः नाम स्थानेन्तरतमः परिभाषासूत्रमस्ति. स्थानिनः अनेके आदेशाः सम्भवन्ति चेत् तेभ्यः सदृशतमः आदेशः एव विधीयते. स्थानिनः अनेक आदेशाः सम्भवन्ति चेत् यदा स्थानिनः बहु आदेशं कर्तुं शक्यते तदा स्थानेन्तरतमः इति सूत्रस्य उपयोगं कर्तुं सदृशतमः सदृशतमः एव आदेशः भवति खलु. अत्र स्थानसादृश्यं किं किम् इति अत्र पश्येम. स्थानसदृश्यं स्थानमिति अस्ति एव, परन्तु अत्र सदृश्यवर्णः किं किम् इति ज्ञातव्यं खलु. एतत् पठतु प्रथमबिन्दुः. स्थानसदृश्यं किम् अस्ति इति पठतु. भिन्नानाम् आदेशानाम् उच्चारणस्थानं परस्पेरेभ्यः विद्यते तत्र स्थानिनः उच्चारणस्थानेन सह यस्य उच्चारणस्थानं सदृशतमं तस्य आदेशस्य चयनं क्रियते। यदा आदेशः बहुविधानि भवन्ति तदा उच्चारणस्थानेन आदेशकः इति उच्चारणस्थानेन निर्णयं कर्तुं शक्यते। उदाहरणरूपेण अत्र दैत्ययोगः अरि इति अस्ति। अरि इत्युक्ते विरोधिः एव। अत्र दैत्य हरि अरि इति अत्र दैत्य अन्तिमवर्णः अपि यकार उत्तरवर्ति अकारः अस्ति। अनन्तरम् अरि अपि परपदमपि अत्र अरि अस्ति। अतः तत्र पुनरपि अत्र किं भवति अकः सवर्णदीर्घः इति सूत्रेण सवर्णदीर्घः भवति। अकारस्य स्थाने दीर्घ आकारः एकः आदेशः भवति इति। अत्र तादृशमेव आ इ ए ऐ ओ औ एते सर्वेपि दीर्घसंज्ञकाः वर्णाः आदेशरूपेण प्राप्नुवन्ति। यत्र ईकारः अस्ति दीर्घ ईकारः, यत्र आकारः अस्ति दीर्घ आकारः, तादृशं भवति। इदानीम् अत्र दैत्यहरि उदाहरणरूपेण अत्र दत्तवन्तः। अनन्तरं स्थानसदृश्यस्य अपरम् उदाहरणम् एतादृशम् अत्र पठतु। मिदेर्गुणः गुणः सप्तमाध्याये तृतीयपादे द्वाशीति एकनिमिषम् एक अत्र अत्र बाहिर्यदि अस्ति खलु पठितुं शक्यते वा अत्र भागीरथी अस्तु चन्द्रमती नमस्ते पठामि पठतु मिदेर्गुणः पठतु स्थानसदृशस्य अपरम् उदाहरणम् एतादृशं मिदेर्गुणः सप्तमाध्याये तृतीयपादे द्व्यशीतितमं सूत्रम् इत्यनेन मिद् धातोः इकारस्य गुणः भवति। अत्र इकारस्य स्थाने गुणसंज्ञकाः अकारः एकारः ओकाराः आदेशरूपेण प्राप्नुवन्ति। एतेषां त्रयाणाम् अपि उच्चारणस्थानं भिन्नम् अस्ति। अकारस्य कण्ठः एकारस्य कण्ठस्थालुः ओकारस्य कण्ठोष्ठम्। अतः अत्र स्थानसादृश्यस्य साहाय्यं स्वीकृत्य आदेशस्य चयनं क्रियते। अत्र स्थानिनः इकारस्य उच्चारणस्थानं तालुः इति तत्सदृशं केवलम् एकारस्य एव उच्चारणस्थानं वर्तते। यतः एकारस्य उच्चारणे अपि तालुनः प्रयोगः क्रियते। अतः अत्र इकारस्य स्थाने एकारः आदेशरूपेण विधीयते। प्रक्रिया ज्ञातव्यं मिदेर्गुणः इति सूत्रेण अत्र किं किम् आगच्छति चेत् अकारः एकारः ओकारः आदेशरूपेण प्राप्नुवन्ति, परन्तु त्रयाणामपि उच्चारणं भिन्नमस्ति। एकः अकारस्य स्थाने कण्ठः भवति, अकूहविसर्जनीयाणां कण्ठः इषु यशानां तालु, एकारस्य कण्ठतालु। म्यूट् करोतु भगिनी, म्यूट् करोतु अत्र। अकारस्य कण्ठः अकूहविसर्जनीयाणां कण्ठः एतत् भवन्तः समीपे अस्ति वा? अकारस्य स्थाने किम् अस्ति अत्र? प्रत्याहारमस्ति, प्रत्याहारे अत्र पश्यतु, प्रत्याहारे अत्र पूर्वमेव एतत् विषये मया दृष्टवान् सूचितवन्तः, मया सूचितमत्र। पठतु एतत् अकूहविसर्जनीयानां कण्ठः अकारः कवर्गीयवर्जन व्यञ्जनानि विसर्गः एतेषाम् अनन्तरं विसर्गः अपि हकारः विसर्गः अपि एतेषाम् उच्चारणस्थानं कण्ठः इचूयशानां तालुः इकारः उच्चारणस्थानमिति द्रष्टव्यम् अनन्तरं कावर्गीय कुचुटुतुप इति अस्ति खलु कुचुटुतुप इत्युक्ते कु अत्र पञ्चमवर्णाः अनन्तरं हा अनन्तरं विसर्गः एतेषाम् उच्चारणस्थानं किम् अस्ति चेत् कण्ठः इदानीम् इचु यशानां तालु पठतु अत्र ईशानां तालुः अनन्तरं सवर्गीयव्यञ्जनानि पञ्चम अनन्तरं शकारः यकारः शकारः उच्चारणस्थानं तालुः तालु अत्र यत्र यत्र ई अस्ति अत्र एतत् वर्णाः स्वीकुर्मः अनन्तरं ऋतुलशाण मया एतत् प्रेषितं वा अत्र मया एतत् विषये प्रेषितं वा भवन्तः कृते वाट्सप् द्वारा मया प्रदर्शितवती गतकक्षायां प्रदर्शितवती मया प्रदर्शितम् अनन्तरम् अत्र एतत् भवन्तः पुरतः सर्वदा अत्र स्थापयतु मया प्रेषितम् इदानीं वाट्साप् द्वारा प्रेषितम् अत्र पुरतः स्थापयतु भवन्तः यत्र यत्र वर्गे आगच्छन्ति तत् समये पुरतः आगच्छ स्थापनीयं किमर्थं चेत् अत्र उच्चारणस्थानं किं किं भवति इति इदानीं मिदचोन्त्यात् परः इति स्वीकुर्मः चेत् अत्र स्थानेन्तरतमः किम् अस्ति अत्र मिदेर्गुणः इदानीं नीमिदां स्नेहणे दिवादिगणे अस्ति अत्र इदानीम् अत्र चन्द्रमति अस्ति वा अस्ति अत्र पठतु निमिदां योगः लट् वर्तमाने लट् तृतीयाध्याये द्वितीयपादे त्रयोविंशति अधिक एकशतं तमं सूत्रम् इति लट् इति लट् मिद् लड् मिद् तिप् मिद् योगः तिप् लट् लकारस्य स्थाने तिप् तिप्तस्थि तिप्तस्थि ब्रह्मपुरुष एकवचनरूपमस्ति तिप् तिप्तश्चि सिप्तश्च मिप् मस् मस् एतत् अस्ति अत्र अत्र तिप् किमर्थं चेत् अत्र प्रथमपुरुषे एकवचनस्य विवक्षा अस्ति अतः तिप् अत्र आगच्छति इदानीम् अग्रे पठतु इति प्रथमपुरुष एकैकवचनस्य तिप् प्रत्ययः मिद् योगः शन् इति मिद् योगः शन् योगः ति दिवादिभ्यः शन् तृतीयाध्याये प्रथमपादे नव त्यजतु त्यजतु अत्र एकनिमिषम् अत्र किम् अस्ति दिवादिभ्य शन् इति अस्ति अत्र शन् इति प्रत्ययः दिवादिगणे अस्ति चतुर्थगण अस्ति अत्र किम् अत्र तिष्ठति शन् मध्ये सकारः लोपः लशकु तद्दिते इति सूत्रेण आगच्छति नकारः अपि हलन्ति इति सूत्रेण अपगच्छति द्वयोः लोपः भवति या एव अवशिष्यते इदानीं मिद्योगः या योगः अत्र किमर्थम् एकः भवति इदानीं दृष्टवन्तः अकारस्य कण्ठः एकारस्य कण्ठतालु इदं पूर्वमेव वयं दृष्टवन्तः आदिष्टः किं किं वर्णाः भवन्ति अत्र पूर्वं दृष्टवन्तः खलु अकारस्य स्थाने इकारस्य स्थाने किं भवति एकारः समीचीनम्, इकारस्य स्थाने अतः इकारस्य स्थाने एकारः भवति चेत् अत्र मिदिति अस्ति, इकारस्य स्थाने एकारः भवति किं सूत्रेण? मिदेर्गुणः, मिदेर्गुणः इति सूत्रेण अत्र मिद् धातोः इकारस्य गुणः भवति, इकारस्य गुणः भवति चेत् अत्र सदृशतम अक्षरं किम्? एकारः. समीचीनम्, उत्तमम्, एकारः भवति. इदानीं मिद् इति स्थाने मेद् भवति, मेद् योगः या योगः ति, अत्र इकारस्य स्थाने एकारः भवति स्थानेन्तरतमः इत्यनेन. एतत् स्थानेन्तर स्तमः स्थानेन्तरतमः इति सूत्रेण इकारस्य स्थाने एकारः भवति. इदानीम् एतत् वर्णमेलनेन मेद्यति इति भवति. इतः पर्यन्तम् अवगच्छति वा किम्? कुत्र क्लेशः अस्ति, किमपि सन्देहः अस्ति चेत् इदानीमेव पृच्छतु, अग्रे न गच्छतु. द्रष्टुं शक्यते वा? अत्र ओपन् कर्तुं शक्यते एव. किमर्थम् अत्र भवती उक्तवती ओपन् कर्तुं न शक्यते? ओपन् for you because it is a XML format, Mahodaya, can you save it in a document format and then send it across? I'll do it after the class. You do it after the class. I'll do it. Okay, now idanim atra kinchit kleshah asti va? इतः पर्यन्तं मया यत् उक्तम् इकारस्य स्थाने एकारः भवति मिदेर्गुणः इति सूत्रेण, एतदपि स्थानेन्द्रतमः इत्यनेन सूत्रेण एव अत्र आगच्छति. इतः पर्यन्तं किञ्चित् क्लेशः अस्ति वा? अस्ति चेत् पृच्छतु. अत्र इदानीं परसवर्णः किं किम् अस्ति इति वयम् अत्र एतत् विषये एव, स्थानेन्तरतमः किम् अस्ति चेत् अत्र अकूह विसर्जनीयाणां कण्ठः, इचु यशानां तालु, एतत् सर्वं किं सूचयति? स्थानं सूचयति, स्थानं सूचयति. अतः तत्र स्थानेन्द्रतमः. इदानीम् अग्रे अर्थसादृश्यम् अपि अस्ति. इदानीं वयं किं दृष्टवन्तः? प्रथमबिन्दुः स्थानसदृश्यं, स्थानं कुत्र कुत्र भवति इति. परन्तु अर्थसादृश्यमपि भवति, एतत् वयं ज्ञातव्यं. किम् अस्ति अत्र अर्थसादृश्यमपि भवति वा? एतत् यत्र किञ्चित् प्रश्नः उदेति अत्र एतत् समीचीनतया पठितव्यमेव. एकं समार्थम् अस्तु, अग्रे गच्छतु, अग्रे गच्छतु, एतत् न कुर्मः. अत्र स्थानेन्द्रतमः किम् अस्ति? अत्र वर्णसदृश्य इकुः अकूहविसर्जनीयाणां कण्ठः इति स्थानेन्द्रतमः अस्ति. स्थानसादृश्यं वयं दृष्टवन्तः. अकार अकारमेलनेन आकारः भवति, अनन्तरम् इकार इकारमेलनेन एतदपि सर्वे स्थानेन्द्रतमः इति आदेशरूपेण वयं दृष्टवन्तः. अत्र दीर्घसंज्ञकाः एव भवन्ति. अत्र सर्वे अवगच्छन्ति वा? किमपि क्लेशः नास्ति वा? इदानीमेव पृच्छतु, नास्ति चेत् अग्रे चलेम, अत्र अग्रे गच्छेम. इदानीम् अत्र गीता श्रीधर् अस्ति वा? अस्मि अस्मि भगिनि. इदानीं द्वितीयबिन्दुः अस्ति खलु, अर्थसादृश्यं किं भवति इति एतत् अपि ज्ञातव्यमेव. पठतु. अर्थसादृश्यं यत्र स्थानसादृश्यस्य आधारेण आदेशस्य चयनं नैव कर्तुं शक्यते, तत्र अर्थस्य आधारेण आदेशस्य चयनं कर्तुं यत्नः कर्तव्यः. इत्युक्ते भिन्नेभ्यः आदेशेभ्यः यस्य आदेशस्य अर्थः स्थानिनः सदृशः अस्ति, तस्य आदेशस्य चयनं करणीयम्. अस्य उदाहरणम् इत्थं वतण्डशब्दात् वतण्डशब्दात् स्त्रीवाचिनी गोत्रापत्यार्थे वतण्डाच्च चतुर्थ अध्याये प्रथमपादे अष्टाधिक एकशतसूत्रं सूत्रे एतत् अस्ति भगिनी सम्यक् न दृश्यते अन्तः अस्ति एतत् वाक्यम् इदानीम् एकमेकं पङ्क्तिम् एकमेकं पङ्क्तिं स्वीकृत्य अर्थं वदतु इदानीं स्थानसदृशं कुत्र कुत्र भवति इति दृष्टवन्तः प्रथमं वर्ण अक्षराणि स्वीकृत्य इदानीम् अर्थं सादृश्यं पठतु यत्र स्थानसादृश्यस्य आधारेण स्थानसादृश्यम् इति अस्ति तस्य आधारेण आदेशस्य चयनं नैव कर्तुं शक्यते वयं स्थानसादृश्यस्य आधारेण आदेशः तत्र न कर्तुं शक्यते चेत् तत्र अर्थस्य आधारेण आदेशः भवति इति इदानीम् अवगतवती इदानीम् इत्युक्ते भिन्नेभ्यः आदेशेभ्यः यस्य आदेशस्य अर्थः स्थानिनः सदृशः अस्ति तस्य आदेशस्य चयनं करणीयं चयनम् इत्युक्ते किं चयनम् इत्युक्ते अत्र इदानीम् एकनिमिषम् चयनमित्युक्ते अत्र चूसिङ्ग् खलु चयनमित्युक्ते अत्र चूसिङ्ग् चयनम् इत्युक्ते अत्र भावे ल्युट् अस्ति अत्र अर्थं किम् इत्युक्ते एतत् नपुंसकलिङ्गं भवति अनन्तरम् अर्थं ची भावे ल्युट् द आक्ट् आफ् कलेक्टिङ्ग् अनन्तरं चूसिङ्ग् द आक्ट् आफ् कलेक्टिङ्ग् चिनोति इति चिनोति अत्र चयनम् इति अत्र चूसिङ्ग् द करेक्ट् आन्सर् इत्युक्ते अत्र किं भवितव्यम् इति स्थानेन्द्रस्तमः अत्र तस्य आदेशस्य चयनं करणीयं किम् अत्र आगन्तव्यम् इति पूर्णतया अस्ति परन्तु स्थानेन्द्रतमः तत्र किम् आगच्छति इति सूचनीयम् इदानीम् अत्र एतत् वतन्ति इति शब्दः अस्ति चेत् अत्र एतत् विषये किञ्चित् अर्थं ज्ञातव्यम् अत्र अर्थं यत्र सदृशतमः अस्ति अत्र एतत् स्वीकर्तव्यम् इदानीम् अन्यरूपेण दृष्टेम चेत् अत्र एतत् अत्र आवश्यकं नास्ति अत्र अर्थसदृश्यमपि अस्ति इति द्रष्टव्यम् अनन्तरम् अर्थसदृशस्य अपरम् उदाहरणं किम् अस्ति इति अत्र अर्थम् अनन्तरं गुणसदृश्यं गुणसदृश्यम् इदानीम् इकारस्य स्थाने किं भवति एकारः भवति इदानीं गुणसदृश्यं किं भवति इति अग्रे दृष्टं अत्र मुतुलक्ष्मी अस्ति वा मुतुलक्ष्मी बहिः अस्ति खलु आं भगिनि अस्तु पूर्णिमाप्रकाश अस्तु उषा यत्राज् तृतीयबिन्दुः पठतु एतत् बहु मुख्यमस्ति तृतीयबिन्दुः गुणसदृश्यम् इदानीमेव वयं दृष्टवन्तः अत्र किं किं परसवर्णः अस्ति इति अत्र अग्रे दत्तम् एतत् पठतु अत्र गुणसदृशसादृश्यं गुणसादृश्यं स्थान सदृशं किञ्चित् उच्चैः वदतु किञ्चित् उच्चैः वदतु मैक् मध्ये मैक् पुरतः आगच्छतु पठतु गुणसादृश्यं स्थानसदृशं तथा च अर्थसदृशं द्वयोः अपि साहाय्येन आदेशस्य चयनं यत्र न अयं पठामि दूरवाणीमध्ये अत्र अत्र अत्र बाह्यप्रयत्नम् अस्ति अनन्तरं किमस्ति जानाति वा प्रयत्नं द्विविधाः सन्ति खलु एतत् बाह्यप्रयत्नम् अन्यत् आभ्यन्तरप्रयत्नं खलु आभ्यन्तरप्रयत्नं बाह्यन्तरप्रयत्नम् अत्र बाह्यप्रयत्नस्य बहिः आगच्छति नाभिकमलात् कण्ठः आगच्छति अनन्तरं मुखे बहिः आगच्छति एतत् बाह्यप्रयत्नस्य आधारेण आदेशस्य चयनं कृतम् अत्र उदाहरणरूपेण पठतु अत्र वाग् योगः योग हरिः यत्र जयो होन्यतरस्याम् अत्र एतत् स्फटीकरणार्थम् अत्र ञयो होन्यतरस्याम् इति सूत्रमस्ति अत्र अत्र एतत् सूत्रेण किं भवति चेत् किं भवति जैवर्णात् परस्य हकारस्य विकल्पेन पूर्वसवर्णः किम् अस्ति चेत् वर्गचतुर्थतमः जैवर्णस्य जैवर्णः किं किम् अस्ति अत्र पठतु जैवर्णप्रथमा वर्गद्वितीया वर्गतृतीया वर्गचतुर्थाः एतत् प्रथमवर्णः कुचुटुतु कुचुटुतु तादृशं भवति एव चतुर्थवर्णाः वर्गचतुर्थि प्रथमवर्णाः द्वितीयवर्णाः तृतीयवर्णाः चतुर्थवर्णाः जैवर्णे अस्ति अत्र इदानीं जैवर्णः हकारस्य स्थाने पूर्वसवर्णः प्राप्नोति हकारस्य सवर्णः किं किम् अस्ति अत्र एतत् चत्वारः वर्णः अस्ति खलु अत्र इदानीं हकारस्य स्थाने एतेषां सर्वेषाम् उच्चारणस्थानं कण्ठः अकूहविसर्जनीयाणां कण्ठः अकूहविसर्जनीयानां कण्ठः किं किम् अस्ति अकूहविसर्जनीयानां आवर्णः अनन्तरं कुचुटुतु कु अस्ति अनन्तरं हा अस्ति विसर्गः अस्ति एतत् सर्वाणि अक्षराणि सन्ति इदानीं हकारः अस्ति हकारस्य स्थाने अत्र किं वर्णः भवति इदानीं हकारस्य स्थाने जयोन्यतरस्यां जयो होन्यतरस्याम् इति सूत्रेण अकारस्य परसवर्णः किं भवति अकारस्य सवर्णाः किं किम् अस्ति क ख ग ग एते चत्वारः वर्णाः सन्ति एतेषां सर्वेषाम् अपि उच्चारणस्थानं कण्ठः एतत् अकूहविसर्जनीयानां कण्ठः इत्येन वयं जानीमः इदानीम् अत्र स्थानेन्तरतमः कुत्र भवति चेत् इदानीं पठतु अत्र आकारः बाह्यप्रयत्नः अस्ति बाह्यप्रयत्नः संवारः नादः कोशः महाप्राणः संवारः एतत् भवतः पुरतः भवितव्यं मया इदानीम् अहम् अग्रे प्रेषयिष्यामि अत्र संवारः नादः घोषः अनन्तरं महाप्राणाः अत्र संवारः नादः एतत् बाह्यप्रयत्नाः अस्ति अकारस्य स्थाने सदृशतमवर्णः किम् अस्ति चेत् अग्रे पठतु अत्र अकारस्य बाह्यप्रयत्नः गकारसदृशाः सन्ति इति निष्कर्षः अत्र सिद्ध्यति इदानीम् एतत् पठतु इदानीं हकारस्य स्थाने किं वर्णः चतुर्थवर्णः घकारः अस्ति खलु क ख ग ग एतत् अकारस्य स्थाने घकारः आगच्छति किं सूत्रेण आगच्छति अत्र इदानीमेव दृष्टवन्तः खलु जयोन्यतरस्यां जयो होन्यतरस्यां एतत् परसवर्णः साधारणतया न आगच्छति. अत्र किञ्चित् इतोपि सूत्रं द्रष्टव्यम् एव. परसवर्णः कुत्र कुत्र भवति इति अकूहविसर्जनीयानां कण्ठः एतत् प्रथमम् अस्ति. अनन्तरं वाग् हरि वाग् योगः हरिः स्वीकुर्मः. अत्र वाग् इति अकूहविसर्जनीयानां कण्ठः गकारः अस्ति. अनन्तरं हरि इत्यनेन हकारः अस्ति. अत्र जयो होण्यतरस्याम् इत्यनेन एव अत्र गकार हकारस्य स्थाने सदृशतमवर्णः चत्वारवर्णः अस्ति. एतत् किमस्ति? जयो होण्यतरस्याम् इत्यनेन अत्र वाहरि किम् अस्ति? अत्र वाग् योगः. अत्र हकारस्य स्थाने किम् आगच्छति? किम् आयाति? गकारः चतुर्थवर्णः. किं सूत्रेण एतत् परसवर्णः आगच्छति? अनिल् महोदय, इदानीं वाग् योगः वाक् योग वाग् तृतीयवर्णः योगः हरिः इति अस्ति. हरिः इदानीं सदृशतमवर्णः किं भवति? प्रथमं न प्रथमं नास्ति, ख ग ग इत्यनेन चतुर्थवर्णः आगच्छति. एतत् किं सूत्रेण आगच्छति? अस्ति, किं सूत्रेण अत्र जयो होण्यतरस्यामि इत्यनेन हकारस्य स्थाने चतुर्थवर्णः गकारः आगच्छति. एतदपि स्थानेन्द्रत्वः अस्ति, परन्तु किं सूत्रेण स्पष्टीकरणार्थम् अत्र किं सूत्रेण आगच्छति चेत् जयो होण्यतरस्याम् एतत् लिखतु, अग्रे आगच्छति. एतत् कुत्रापि लिखतु, जयोण्यतरस्याम् इत्यनेन एव हरिस्थाने चतुर्थवर्णः कुचिन् तुप् इत्यनेन चतुर्थवर्णः गकारः आगच्छति. अन्ये सर्वे म्यूट् करोतु, अन्ये सर्वे कृपया म्यूट् करोतु. अत्र युगल् महोदय म्यूट् नास्ति, कुत्रापि गतवान्. अस्तु, इदानीं बाह्यप्रयत्नः अत्र गुणस्य अत्र वाग्योगः हरिः अस्ति. अत्र हकारस्य स्थाने सदृशतमवर्णः किं भवति? सदृशतमवर्णः वर्णः किम् अस्ति? अकारस्य स्थाने तत् सदृशतमः संवरनादघोषमहाप्राण गकारः भवति. अकारस्य स्थाने गकारः भवति. तादृशमेव अत्र हकारस्य स्थाने चतुर्थवर्णः दकारस्य किं भवति? तकारस्य. अन्यप्रश्नः भवतु, कोऽपि वदतु. इदानीं दकारः चतुर्थदकारः भवति. समीचीनं. यत्र यत्र कुचुटु तुपु अस्ति तत्र सर्वत्र चतुर्थवर्णः भवति. किं सूत्रेण? किं सूत्रेण? जयो जैवर्णः अस्ति. अत्र होण्यतरस्यां जयो होण्यतरस्याम् इत्यनेन यत्र प्रथम अत्र हकारः अस्ति चेत् अत्र सदृशतमवर्णः किम् अस्ति? चत्वारः. चत्वारः वर्णः अस्ति खलु अत्र, ख ख ग ख अस्ति खलु. अत्र जयो होण्यतरस्याम् इति सूत्रेण अकारस्य स्थाने सदृशतमवर्णः एतत् कुचुटुतुपु मध्ये चत्वारः वर्णः आगच्छति. अतः एव अत्र वाग्हरि इति आगच्छति. एतत् किं सूत्रेण चतुर्थवर्णः आगच्छति? बाह्यप्रयत्नः. बाह्यप्रयत्नः किं किम् अस्ति? संवारः, नादः, घोषः, महाप्राणः. संवारः अत्र संवारः नादः घोषः अत्र ध्वनिः यत्र अत्र भवन्तः समीपे सन्धिः इति पुस्तकमस्ति वा सर्वेषां कृते आम् आम् आम् अस्ति भगिनि अस्ति चेत् अत्र पुटसङ्ख्या अष्ट भवति पुटसङ्ख्या एतत् यत्र यत्र पठन्तः पठनार्थम् आगच्छति तत् समये एतत् किमस्ति अत्र अकुहविसर्जनेन कण्ठः अनन्तरं प्रत्याहारः अनन्तरं सन्धिपुस्तकम् एतत् समीपे पुरतः अत्र स्थापनीयमेव एतत् समीचीनतया इतोपि अत्र मनसि स्थापनीयार्थम् इदानीं वाक् हरि इति अस्ति जलां जशौन्ते इत्यनेन वाक् इति स्थाने प्रथमवर्णस्य स्थाने किं वर्णः आगच्छति जलां जशौन्ते इत्यनेन भागीरथी तृतीयवर्णः प्रथमवर्णस्य स्थाने तृतीयवर्णः अतः वाग् हरि इति जलां जशौन्ति इत्यनेन आगच्छति इदानीम् अत्र जयो हून्यतरस्याम् इत्यनेन पवर् सवर्णः किम् अस्ति पूर्वं मया उक्तं यत्र पवर् सवर्णः दकारः अस्ति चेत् अत्र अन्तिमवर्णः नकारः एतत् परसवर्णः वन्द् इति वयं दृष्टवन्तः परन्तु इतोपि परसवर्णः किम् अस्ति इतोपि अन्य किमस्ति सूत्राणि अपि सन्ति स्थाने स्थानेन्द्रतमः साधारणतया न आगच्छति अन्यसूत्रमपि अस्ति इदानीं जयो होन्यतरस्याम् इत्यनेन तृतीयवर्णस्य स्थाने वाग् इति अस्ति इदानीं हरि अस्ति हकारस्य स्थाने जोन्य जयो होन्यतरस्याम् इति सूत्रेण किं वर्णः अत्र भवति गकारः भवति गकारः भवति एतत् वर्णस्य स्थाने किम् चतुर्थवर्णः खलु महाप्राणः एतत् मनसि स्थापनीयं जयो होन्यतरस्याम् इति सूत्रेण यत्र यत्र कुचुटुतुपु अस्ति तत्र सर्वत्र हकारस्य स्थाने किं वर्णः आगच्छति चतुर्थवर्णः एतत् मनसि स्थापयतु अत्र समीचीनतया जयो होन्यतरस्याम् इति सूत्रमस्ति अत्र प्रथमं वयं स्वीकुर्मः वाक् योगः हरि प्रथमं ककारः अस्ति ककारस्य स्थाने तृतीयवर्णः आगच्छति प्रथमवर्णस्य स्थाने तृतीयवर्णः अत्र जलां जशन्ति इति सूत्रेण भवति इदानीम् अन्यपदमस्ति अपरपदमस्ति किमस्ति हरि इति अस्ति हरि इत्यनेन हरि इति हकारः अस्ति प्रथमम् अकुहविसर्जनीयानां कण्ठः एतत् सर्वं कण्ठ अस्ति कण्ठे अस्ति अकारः अस्ति अत्र अकारस्य स्थाने सदृशतमवर्णः किम् इति शोचनीयम् अत्र अकारस्य स्थाने किं वर्णः भवति गकारः भवति तत् चतुर्थवर्णः इति वक्तव्यं चतुर्थवर्णः अत्र गकारः एतत् सदृशतमवर्णः परसवर्णः खलु अत्र अकारस्य स्थाने गकारः केन सूत्रेण भवति जयोहोन्यतरस्याम् इति सूत्रेण अनिल् महोदय एतत् अवगच्छति वा क्लेशः अस्ति चेत् अत्रैव पृच्छतु अत्र मया पूर्णतया अत्र वाग् योगः हरि प्रथमं वाक् इति अस्ति अनन्तरं वाग् अस्ति जलां जशोन्ते अनन्तरं हरि इति अस्ति तत् स्थाने जयो होन्यतरस्याम् इति सूत्रेण वाग् हरि इति अन्तिमरूपम् अकारस्य परसवर्णः सदृशतमवर्णः किम् अस्ति अत्र अकारस्य पूर्वसवर्ण आदेशः पूर्वसवर्णः किमस्ति अत्र गकारः अस्ति समीचीनं वा अत्र क्लेशः अस्ति चेत् अत्रैव पृच्छतु अहम् अग्रे गमिष्यामि इदानीं महोदय ऐ एम् नाट् इवन् एबल् टु गेट् वै आर् वी डूयिङ्ग् दिस् परसवर्णः भवान् पृष्टवान् खलु पूर्वं परसवर्णः किम् अस्ति, किं किं स्थाने किं किम् आगच्छति इति पृष्टवान् खलु पूर्वम्. इदानीम् अकारः इति पदमस्ति, वाग् हरि इति अकारः अस्ति, अकारस्य स्थाने किं वर्णः आगन्तव्यम् इति ज्ञातव्यं खलु, ज्ञातव्यं वा न ज्ञातव्यं वा? अग्रे आगच्छति खलु एतत् सर्वम्. एतत् व्याकरणविषयः अस्ति. किमर्थम् अत्र अकारस्य स्थाने चतुर्थवर्णः आगच्छति इति अत्र सूत्रमस्ति. एतत् अन्य कोऽपि अत्र प्रश्नः किमर्थम् एतत् वदति इति प्रश्नः अस्ति वा? भवान् पृष्टवान् खलु इदानीम् अनिल् महोदय किमर्थम् अत्र अकारस्य स्थाने गकारः आगच्छति, किमर्थम् एतत् इदानीम् आगच्छति इति पृष्टवान्. अकारस्य स्थाने चतुर्थसम सदृशतमवर्णः गकारः इति ज्ञातव्यं वा न ज्ञातव्यं वा? ज्ञातव्यमेव, परन्तु अत्र अनिल् महोदयस्य प्रश्नः मम न अवगच्छामि. किमर्थम् एतत् अत्र आगच्छति? एतत् सदृशतमवर्णः इदानीमेव स्थानेन्द्रतमः आगच्छति खलु. अत्र भवान् एव अत्र पठतु, स्थानेन्द्रतमः इति अस्ति परसवर्णः, स्थानेन्द्रतमः, स्थानेन्द्रतमः विषये ज्ञातव्यं वा न ज्ञातव्यं वा? अत्र इदानीं स्थानेन्द्रतमः विषये अत्र वाग् योगः अरि आगच्छति पूर्णतया. अग्रे किमपि अत्र कुत्रापि आगच्छति एव वाग् योगः हरि. अत्र स्थानेन्द्रतमः इति सूत्रेण हरिस्थाने अकारः अस्ति, अत्र अकुह विसर्जनीयानां कण्ठः अस्ति, अत्र कु अस्ति, कुचुटुतुपु मध्ये कु चु टु, कुचुटुतुपु मध्ये ख ख ग घ ङ अस्ति. एतत् स्थानेन्द्रतमः इति तत्र दत्तम्. अत्र वाग्हरि इति मया अत्र अन्यपदं सूचयति. अतः इदानीम् अकारस्य स्थाने अत्र किं वर्णः आगच्छति इति ज्ञातव्यं खलु स्थानेन्द्रतमः इति सूत्रेण. स्थानेन्द्रतमः एव सर्वम् अत्र सूचयति. एतत् अत्रैव अस्ति खलु वाग्हरि. एतत् पश्यतु अत्र सूत्रं किम् अस्ति, अत्र पठतु किम् अस्ति स्थानेन्द्रतमः एव. एतत् विषये मया एतत् विषये एव इदा इतःपर्यन्तं मया उक्तम्. अत्र दोषः अस्ति वा इति भवतः मनसि दोषः इति, सा कुत्रापि एतत् नास्ति, सा तु प्रलम्बं करोति, अत्र किमस्ति महोदय? मेबि मै संस्कृत् इस् नाट् देट् गुड्, सो ऐ एम् नाट् एबल् टु केच् अप् द स्पीड् यु आर् टाकिङ्ग्, सो दट्स् वै ऐ एम् गेटिङ्ग् लास्ट्. That is the problem. अहम् अत्र रटनं भवति किल, मया कृते अत्र रटनमपि भवति. एतत् उक्तं झटिति अग्रे गतम् इति न इति नास्ति खलु, पुनरपि पुनरपि मया उक्तं खलु इदानीं. न न, बट् यु आर् स्पीकिङ्ग् सो फास्ट् ऐ एम् नाट् इवन् एबल् टु. न न, अन्ये जनाः अतः एव मया पृष्टम् इतोपि अत्र प्रश्नः अस्ति वा इति. अत्र स्थानेन्द्रतमः इति सूत्रविषये मया अत्र उक्तम्. इदानीम् अत्र प्रथमम् अस्ति किमस्ति स्थानसदृश्यं, स्थानसादृश्यं किं भवति? अत्र अकारस्य स्थाने दैत्ययोगः अरि. अत्र दैत्य इत्यनेन प्रथमपदस्य अन्तिमवर्णः किम् अस्ति महोदय? दट् इस् फैन्, दट् इस् फैन्, दट् इस् मै प्रोसेसिङ्ग् इस् लिटल् स्लो. बै द टैम् ऐ ट्रै टु डैजेस्ट् वाट् यु हव् टोल्ड्, लैक् इट् टेक्स् मी टैम् टु अण्डर्स्टाण्ड् दट्. बै द टैम् मे बि ऐ एम् स्लोयिङ्ग् द क्लास्, प्लीस् केरि आन् महोदय, नो प्राब्लम्. न न न न, ईवन् इफ् वन् स्टूडेण्ट् इस् नाट् अण्डर्स्टाण्डिङ्ग्, ऐ एम् नाट् इण्ट्रेस्टेड् टु गो अग्रे. इदानीं स्थानसदृश्यमस्ति, अकारः आगच्छति चेत् अन्यपदमपि अकारः अस्ति चेत् दीर्घ आकारः भवति, अतः आकारः ईकारः ऊकारः एतत् सर्वं स्थानसदृश्यं भवति. एतत् प्रथमम् अत्र उदाहरणरूपेण तत्र दत्तं दैत्ययोगः अरि. अत्र प्रथमपदस्य अन्तिमवर्णः यकार उत्तरवर्ति अकारः. अनन्तरम् अन्यपदमपि अस्ति, अत्र अरि अस्ति, यकार उत्तरवर्ति अकारः, अरि अस्ति, अत्र अकार अकारमेलनेन अकः सवर्णदीर्घः इत्यनेन अत्र किमस्ति दीर्घ आकारः भवति. एतत् एतत् स्थानसदृश्यं प्रथमम् अभवत्. ऐ विल् नाट् गो अग्रे इफ् यु आर् नाट् अण्डर्स्टाण्डिङ्ग्. इदानीं मिदेर्गुणः इति एतदपि स्थानेन्द्रतमे एव आगच्छति. अत्र मिदेर्गुणः इति वयं दृष्टवन्तः. मिद् अस्ति चेत् अत्र एतत् वयं दृष्टवन्तः. अत्र इकारस्य उच्चारणस्थानं तालु अस्ति, अतः इकारस्य स्थाने किं भवति अत्र? एकार अस्ति. इकारस्य स्थाने एकारः. अत्र किञ्चित् अत्र नोट् करणीयमेव, झटिति नोट् करणीयम्. स्थानेन्द्रतमः प्रथमम् अकार अकारमेलनेन सदृशतमवर्णः आकारः अस्ति. इदानीम् अन्यपदमस्ति किमस्ति चेत् अत्र अन्यसूत्रः मिदेर्गुणः. मिदेर्गुणः इति सूत्रेण गुणः भवति, अतः तत्र इकारस्य स्थाने एकारः भवति. इदानीम् अत्र अन्यसूत्राणि सन्ति मिदेर्गुणः. अत्र मिद् इकारस्य स्थाने इदानीं दृष्टवन्तः, इकारस्य स्थाने एकारः. अत्र इकारस्य स्थाने एकारः मे इति भवति. इदानीं शन् अस्ति, अत्र एकारः एव तिष्ठति अनुबन्धलोपानन्तरम्. अनन्तरं तिप्तस्जि सिप्तस्त मिप्वस्मस् एतत् बृहत् सूत्रमस्ति. अत्र भवन्तः इच्छा अस्ति तिप् इति प्रत्यये विवक्षा अस्ति, अतः तत्र ति स्थापनीयम्. इदानीम् इकारस्य स्थाने एकारः भूत्वा मे इति भवति. मेद्यति इति अन्तिमरूपम्. एतदपि अन्य उदाहरणम्. एतदपि स्थानेन्द्रतमः इत्यनेन इकारस्य स्थाने एकारः गुणः भवति. अत्रापि स्थानेन्द्रतमः मया स्थानेन्द्रतमः इति अस्ति चेत् अत्र तुल्यतमवर्णः अस्ति. अत्र पाठे किमस्ति? एतत् पठितव्यम्. अत्र मञ्च् इति अस्ति. अत्र अत्र चकारस्य अन्तिमवर्णः किम् अस्ति चेत् मन्ता इति अस्ति. अत्र मन्ता इति अस्ति चेत् तकारस्य अन्तिमवर्णः नकारः, मन्ता इति अभवत्. एतत् भवन्तः जानाति खलु. अस्तु, अग्रे गच्छेम. अनुस्वारस्य ये परसवर्णः तादृशं मया अपि झटिति वक्तुं शक्यते एव, परन्तु अत्र स्थानेन्द्रतमः इत्यनेन किं किं भवति इति अध्यापकरूपेण मया अत्र सूचनीयमेव. झटिति न गन्तव्यं खलु अनिल्? आम् आम् महोदय, तत्तु सम्यक्, तत्तु सम्यक्. परन्तु स्थाने अनन्तरं पाठे अपि अहं सम्यक् सर्वे न अवगतम्. अत्र अत्र किञ्चित् किञ्चित् मन्दरूपेण गच्छेम, चिन्ता मास्तु. स्थानेन्द्रतमः इत्यनेन अत्र प्रथमं वयम् अकः सवर्णदीर्घः एतत् अभवत्, सदृशतमवर्णः. अकार अकारमेलनेन आकारः भवति. अकः सवर्णे दीर्घः इति सूत्रेण एतत् अभवत्. इदानीं मिदेर्गुणः. एतदपि स्थानेन्द्रतमः. स्थानेन्द्रतमः मन्ता इति अस्ति. अत्र अनुस्वारः भवति. अनन्तरं तकारः अस्ति. तकारस्य अन्तिमवर्णः किं? तत् ध न नकारः अस्ति. मन्ता इति अभवत्. तादृशमेव अभवत्. उदाहरणम् अग्रे पश्यतु. अत्र सूत्राणि अपि किमस्ति, अत्र अष्टाध्यायी डाट् काम् मध्ये अस्ति. स्थानेन्द्रतमः इति अस्ति. अत्र अन्य उदाहरणमपि अस्ति. एतत् सर्वं पश्यतु इति मया गच्छति अपि शक्तिः अस्ति मम. मया एतत् शक्यते एव. अत्र पश्यतु एतत्. अस्तु, अग्रे गच्छेम इति मयापि तत्रैव तिष्ठन्ति. किमस्ति अत्र पश्यतु इति मया मया वदति अपि साध्यमेव, परन्तु एतत् स्थानेन्द्रतमः किं किम् अस्ति इति अध्यापकरूपेण एतत् मम छात्राः सर्वाणि विषयाणि ज्ञातव्यः इति मम इच्छा अस्ति अत्र इदानीं स्थानेन्द्रतमः किञ्चित् मन्दरूपेण गच्छेम सर्वाणि छात्राः झटिति मनसि स्थापितम् अशक्यमेव अतः मन्दरूपेण गच्छेम एतत् पुनरपि मया उक्तमेव रटनं भवति मया अस्तु इदानीम् अन्यस्थानेन्द्रतमः किम् अस्ति चेत् मिद् अस्ति इकारः अस्ति अत्र इकारस्य स्थाने किं भवति इदानीमेव दृष्टवन्तः इकारस्य स्थाने अत्र सो सदृश इत्युक्ते समान उच्चारणम् समान उच्चारणम् अनन्तरम् अत्र किञ्चित् अत्र बिन्दुः अपि अस्ति स्थानसादृश्यम् अपरम् उदाहरणं किम् अस्ति स्थानसदृश्यं किम् अस्ति प्रथमबिन्दुः अस्ति परन्तु अत्र अपर उदाहरणमपि अस्ति मिदेर्गुणः इत्यनेन अत्र ईकारस्य स्थाने उच्चारणस्थानम् एकारः भवति अत्र पश्यतु अत्र इचु यशाणां तालु अस्ति खलु इचु यशाणां तालु अत्र ईकारस्य स्थाने एकारः भवति एतत् अन्य उदाहरणमस्ति अत्र मिदेर्गुणः इति सूत्रेण अत्र स्तव किञ्चित् लेखनीयमेव मिदेर्गुणः अत्र इकारस्य स्थाने एकारः भवति अतः तत्र मेद्यति मिद् इति अस्ति गो टु दट् डाक्युमेण्ट् शोड् वाट् डाक्युमेण्ट् दट् उच्चारण अत्र अकूहविसर्जनीयानां कण्ठः अत्र एव अस्ति अकारः सदृशतमवर्णः ककारे एव कुचिटु तुपु इति अस्ति कु मध्ये कु ख ख ग घ अस्ति अत्र सदृशतमवर्णः अकारः अस्ति चेत् अत्र सदृशतमवर्णः जयो होन्यतरस्याम् इति सूत्रेण गकारः भवति अत्रैव अत्र किमर्थम् अत्र हकारस्य स्थाने गकारः अत्र सदृशतम वर्णः अपि अत्र अस्ति अकूकविसर्जनीयानां कण्ठः महोदय अत्र हकारस्य स्थाने सदृशतमवर्णः किम् अहं न ज्ञातव्यम् अहं ज्ञातव्यमेव अहं न जानामि किमर्थम् अत्र हकारः इति एतत् हकारः पृथक्तया तिष्ठति अत्र सदृशतमवर्णः अस्ति वा इति प्रश्नः उदेति वा नास्ति वा अकारः समीचीनतया पृथक्तया तिष्ठति अत्र अकोकविसर्जनीयानां कण्ठः इति उच्चारणस्थानम् अस्ति अतः अत्र प्रश्नः उदेति अकारस्य स्थाने सदृशतमवर्णः अकोकविसर्जनीयं कण्ठः इत्यनेन किम् अत्र वर्णः भवति इति सन्देहः आगच्छति एव आगच्छति वा नास्ति वा आम् सर्वाणि अपि सदृशमेव वा न अत्र सदृशतमः किं रूपेण भवति कण्ठः इत्यनेन यत्र यत्र कण्ठः भवति अकारः कण्ठ एव त्रोट् एव अत्र स्थानिनः सदृशतमः इदानीम् अकारस्य स्थाने अत्र किम् अस्ति अकारः किमर्थम् अत्र सदृशतमः वर्णः अकारः तु पृथक्तया तिष्ठति अत्र अकारस्य स्थाने सदृशतमः वर्णः अस्ति वा महोदय इति प्रश्नः उदेति खलु इदानीम् अकारस्य स्थाने किम् अत्र अस्ति वागर्गि इति स्वीकुर्मः चेत् अत्र इदानीमेव अत्र पश्यतु अत्र गुणसादृश्यमस्ति सो स्थानेन्द्रतमः इत्यनेन गुणसादृश्यमस्ति वर्णसादृश्यमस्ति अत्र मिदेर्गुणः इत्यनेन गुणः अपि भवति एतत् सर्वं स्थानेन्द्रतमः इत्यनेन एव भवति मया अत्र झटिति गन्तुमपि शक्यते स्थानेन्द्रतमः अत्र किं सूचयति यत् यस्य स्थाने आदेशः भवति तस्य अन्तरतमः नाम सदृशः आदिष्टः भवति अत्र मया अकुहविसर्जनीयानां कण्ठः इति न वक्तव्यम्। अनन्तरम् अत्र भेदैर्गुणः अस्ति, अकः सवर्णदीर्घः अपि अस्ति, जयो होन्यतरस्यामपि अस्ति, एतत् न वक्तव्यम्। अत्र झटिति पाठे किम् अस्ति, मया गन्तव्यमेव खलु? आमां तत्तु सम्यक्, स्थाने अन्तरं सो नौ दट् देर् ओन्ली ऐ एम् नाट् एबल् टु रिलेट् लैक् सो द फस्ट् वन् यु सेड् स्थाने सदृश न सो सदृशम् इस् लैक् उच्चारणं सदृशं वा? अत्र बहवः उच्चारणस्थाने अपि अस्ति, अत्र बहवः सूत्राणि अपि सन्ति, अकः सवर्णदीर्घः, अनन्तरं मिदेर्गुणः, अनन्तरं जयो होन्यतरस्यामपि अस्ति, एतत् सर्वे स्थानेन्द्रतमये एव आगच्छति। अकारस्य स्थाने प्रथमं वाक् हरि अस्ति, प्रथमककारः अस्ति, अत्र जलां जषन्ति इत्यनेन तृतीयवर्णः आगच्छति, अत्र वाग् हरि अस्ति। अत्र स्थानेन्द्रस्तमः इति बृहस्थानमस्ति, तत्र चल चलते इति अग्रे गन्तव्यं न, अग्रे गन्तव्यं न, स्थानेन्द्रतमः बहवः अस्ति। इदानीं सूत्राणि किं किम् अभवत् कोऽपि वक्तुं शक्यते वा? स्थानेन्द्रतमः इत्यनेन मया किं किं सूत्रम् उक्तम् दैत्यहरि इत्यनेन? अन्य कोऽपि अपि वक्तुं शक्यते एव, दैत्यहरिः अनिल् महोदय अपि वक्तुं शक्यते, दैत्यहरिः इत्यनेन किं सूत्रमस्ति? स्थानेन्द्रतमः इति सूत्रं स्वीकुर्मः चेत् अत्र दैत्ययोगः हरि, अत्र किं सूत्रम् आगच्छति? ऐ डोण्ट् रिमेम्बर् महोदय, सो फास्ट्। अकः सवर्णदीर्घः इदानीमेव मया उक्तं खलु, कोऽपि न जानाति वा? न तत् सम्यक्, it doesn't store that fast mohdya in my brain, that's what I am maybe a weak student, that's okay. you have to write it man, you have to write it etra etra sadrisham sanentra tamaha prathama binduhu daitya yogaha ari atra akaha savarna dirgha itenena sanentra tamaha api bhavati ataha daitya ari iti bhavati अनन्तरम् अनन्तरं मिदेर्गुणः एतदपि सदृशतमवर्णः आगच्छति। अत्र मित् मिद् अस्ति चेत् अत्र इकारस्य स्थाने एकारः भवति, मिदेर्गुणः इत्यनेन। अनन्तरं स्थानेन्द्रतमः जयो होन्यतरस्याम् इति भवति, जयो होन्यतरस्याम् इत्यनेन अत्र हकारस्य स्थाने सदृशतमवर्णः कुचिटुतुपु इत्यनेन, ककारस्य स्थाने चतुर्थवर्णः अत्र गकारः आगच्छति, अतः तत्र वाग्हरि इति भवति। एतत् सर्वं मनसि स्थापनीयमेव, लेखनीयमपि, वाग्हरि अस्ति, वाग्हरि अस्ति अनेन अत्र जयो होन्यतरस्याम् इत्यनेन अकारस्य सदृशतमवर्णः गकारः भवति, सदृशतमवर्णः एतत् जयो होन्यतरस्याम्। अत्र प्रथम पद्धतिः इति स्वीकुर्मः चेत् पद् योगः अत्र अन्यपदमस्ति अहकारः, अत्र जयो होन्यतरस्याम् इति सन्धिरूपेण अपि जयो होन्यतरस्याम् अत्र परस्य हकारः अस्ति, जयो होन्यतरस्यां कोऽपि अत्र पृष्ठसङ्ख्या वक्तुं शक्यते वा? जय होन्यतरस्यां कुत्र भवति इति सन्ति पुस्तके? सन्धिपुस्तकमस्ति चेत् एतत् सर्वत्र अत्र द्रष्टव्यमेव किं किम् अस्ति इति। अत्र प्रथमवर्णस्य स्थाने चतुर्थवर्णः भवति, एतत् पुस्तके सन्धिपुस्तके द्रष्टुं शक्यते वा कोऽपि? सन्धिपुस्तकमस्ति भगिनि, मयि अस्ति, परन्तु कुत्र इति द्रष्टुं न शक्यते। अत्र वाग्हरि इति अस्ति सन्धिपुस्तकम्, अस्तु अत्र एतत् सर्वं द्रष्टव्यमेव किं किं कुत्र कुत्र भवति इति। आम् अत्र प्रथमवर्णस्य स्थाने चतुर्थवर्णः अस्ति, पूर्वसवर्णसन्धि पेज् नम्बर् 41, अत्र पेज् नम्बर् 41 सन्धिपुस्तकम् अस्ति, मध्ये अस्ति, अत्र अधः अपि अस्ति जयो हून्यतरस्याम् इति, द्रष्टुं शक्यते वा? द्रष्टुं शक्यते. भवतः भवत्याः नाम किम्? गीताश्रीधर. गीताश्रीधर, अस्तु. जयो होन्यतरस्याम् अत्र बहवः अत्र उदाहरणमस्ति. अत्र पश्यतु, तद् हितम् इति अस्ति खलु, तद् हितम्. अत्र हितम् इति अहं हितरूपेण भवन्तः कृते एतत् सर्वं वक्ष्यामि. हितम् इत्युक्ते नन्मै खलु. भवन्तः समीचीनतया एतत् विषये अवगन्तुं शक्नोति इत्यनेन एव मया एतत् सर्वम् अत्र सूचितवन्तः. सूचयिष्यामि. अत्र शब्दयोगः हितम् अस्ति, हि चतुर्थवर्णः. अत्र किं भवति चतुर्थवर्णः, सदृशतम चतुर्थवर्णः किं भवति? तद् हितं, तद्धितं. तकारस्य चतुर्थवर्णः द भवति. हकारस्य स्थाने दकारः चतुर्थवर्णः अस्ति. एतदेव जयोहोन्यतरस्याम् इति सूत्रेण अत्र पूर्वसवर्णसन्धिः इति भवति. पूर्व अप एतत् पुस्तकमत्र अहं खरीदामि. एतत् मम समीपे अस्ति, तावदेव, तत्र न वक्तव्यं. मम समीपे अस्ति, अहं प्रयोगमपि करणीयम् इति अत्र प्रयोगरूपेण अत्र जयोहोन्यतरस्याम् इति सूत्रेण प्रथमवर्णस्य स्थाने प्रथमं वाक् अस्ति चेत् अत्र प्रथमककारस्य स्थाने तृतीयवर्णः गकारः आगच्छति. किं सूत्रेण? किं सूत्रेण? जयो जयोहोन्यस्तरस्यां न प्रथमं ककारः अस्ति, तत् स्थाने तृतीयवर्णः अस्ति. तृतीयवर्णन्ते इत्यनेन तृतीयवर्णः. तत् हकारः अस्ति, तत्र सदृशतमवर्णः किम् अस्ति चेत् अकुहविसर्जनीयम् इत्यनेन चतुर्थवर्णः गकारः अस्ति. अत्र गकार हकारस्य स्थाने गकारः जयो होन्यतरस्याम् इति सूत्रेण. अन्यत्वमपि अस्ति, तद् हितं, हि हकारस्य स्थाने हितम् इति. अत्र तद् दकारः अस्ति, एतत् सदृशतमवर्णः दकारः चतुर्थवर्णः अस्ति, अतः तद् दितं, तद् दितम् इति भवति खलु. एतत् समीचीनतया मनसि स्थापनीयं. यत्र यत्र गत त्रयोदशवर्षाणि पञ्चदशवर्षाणि अहं तत्रैव एतत् विषये पठामि एव. अत्र मम अध्यापकः महोदयेन महोदये अपि अस्ति. अत्र यत्र यत्र एतत् विषयं सूचितवन्तः, झटिति मया एतत् विषये एतत् लेखनीयमेव. अत्र प्रथमस्थानेन्द्रतमः इत्यनेन प्रथमम् एकं सूत्रमस्ति, अकगसवर्णदीर्घः. अनन्तरं मिदेर्गुणः इति सूत्रमस्ति. अत्र इकारस्य स्थाने एकारः भवति, अतः मेद्यति इति भवति. अनन्तरम् अन्यसूत्रमपि अस्ति, जलां जशन्ति इत्यनेन प्रथमवर्णस्य स्थाने तृतीयवर्णः आगच्छति, वाग् हरि इति. अनन्तरं हकारः अस्ति, हकारस्य स्थाने सदृशतमवर्णः चतुर्थवर्णः गकारः अस्ति. अत्र सूत्रं किं भवति चेत् जयो होन्यतरस्याम् इति सूत्रम् आगच्छति. एतत् कुत्रापि लेखनीयमेव. सन्डे वर्गः कुत्रापि एतत् लेखनीयमेव. अतः मनसि कुत्र किमपि न आगच्छति एव. अत्र इतोपि अन्यपदानि अपि सन्ति सन्धिपुस्तके. सन्धिपुस्तके पुटसङ्ख्या 141 पेज् नम्बर्. अत्र इतोपि बहवः उदाहरणरूपेण अस्ति एव. अतः स्थानेन्द्रतमः इदानीं तादृशमेव अस्ति. अग्रे पश्याम किमपि चेत् किमर्थं चेत् अत्र मनसि किमपि न स्थापितम्, अत्र क्लेशः अस्ति इति कोऽपि अत्र उक्तवन्तः. अतः वर्गे मन्दरूपेण गच्छेम. अत्र स्थानेन्द्रतमः इत्यनेन मया अत्र वर्गः मया चालितमेव. अत्र किं किं सूत्रम् इतः पर्यन्तं दृष्टवन्तः कोऽपि वक्तुं शक्यते वा? Can you hear me? स्थानेन्द्रतमः निजर्गुणः प्रथमं सूत्रं दैत्ययोगः अरि अकः सवर्णे दीर्घः. समीचीनम्, उत्तमं. स्थानेन्द्रतमः इत्यनेन प्रथमम् अकः सवर्णे दीर्घः इति सूत्रम् आयाति. अनन्तरं जलां जशोन्ते. पूर्वम् इकारस्य स्थाने एकारः किं सूत्रेण आयाति? मिदेर्गुणः. समीचीनम्, इतः पर्यन्तम् अकः सवर्णदीर्घः, मिदेर्गुणः, जलां जशोन्ते. अनन्तरं वाक् इति स्थाने तृतीयवर्णः गकारः आगच्छति, वाघरि. इदानीम् अकारस्य स्थाने किं सदृशतमवर्णः भवति? जयो होन्यतरस्याम् लेखनीयं भगिनी, एतत् कुत्रापि लेखनीयमेव, मनसि किमपि न आगच्छति. एतत् लेखनीयं, कुत्रापि लेखनीयं. प्रथम स्थानेन्द्रतमः इत्यनेन प्रथमम् अकः सवर्णदीर्घः दृष्टवन्तः, अनन्तरं मिदेर्गुणः अपि दृष्टवन्तः, जलां जशन्ते दृष्टवन्तः, अनन्तरं जयो होन्यतरस्याम्. इतः पर्यन्तं चत्वारः सूत्राणि दृष्टवन्तः खलु, चत्वारि सूत्राणि दृष्टवन्तः. स्थानेन्द्रतमः इतोपि अस्ति एव, अग्रिमवर्गे वयम् एतत् विषये पश्येम. किञ्चित् अत्र क्लेशः अस्ति चेत् पृच्छतु, कुत्र कुत्र क्लेशः इतः पर्यन्तं स्थानेन्द्रतमः इति अत्र पठतु. अत्र वर्गीयव्यञ्जनेषु एकमिनिट् अत्र मुतुलक्ष्मी नास्ति, पूर्णिमा अस्ति वा? पूर्णिमा प्रकाश, अस्तु. अनिल् कुमार्. आं महोदय, अत्र पठतु. वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्य एव. तावदेव, अत्र अत्र अर्थं वदतु. वर्गीयव्यञ्जन व्यञ्जनानि अस्ति, सर्वाणि वर्गीयव्यञ्जनानि. व्यञ्जनानि कति व्यञ्जनानि सन्ति अत्र? पञ्चविंशति. समीचीनं, पञ्चविंशतिः. एतत् सर्वे वर्गीयव्यञ्जनेषु अनुस्वारः अस्ति चेत् अत्र किं सदृशतमः किं भवति? अत्र समीचीनम्, एतत् सर्वाणि अन्तिम पञ्चमवर्णः. अन्य नाम अपि अस्ति, एतत् कोऽपि जानाति वा? समीचीनं, एतत् पञ्चमवर्णः सर्वदा अन्य नाम किं स्वीकृतं चेत् अनुनासिकवर्णाः इति अस्ति. अत्र तावदेव, स्थानेन्द्रतमः अभवत् मया इदानीम्. अग्रे गच्छतु, तावदेव इति गच्छेमेव. अनिक् महोदय, तादृशं वर्गीयव्यञ्जनेषु अनुस्वारस्य स्थाने पञ्चमवर्णः तत् सदस्य पञ्चमवर्णः भवति. तत् सदस्य पञ्चमवर्णः सर्वाणि पञ्चमवर्णः अन्ये नाम अनुनासिकवर्णाः. तावदेव, स्थानेन्तरतमः अभवत्, गच्छेम वा इदानीम्? गच्छेम वा अग्रे? इतोपि स्थानेन्तरतमः विषये किञ्चित् ज्ञातव्यं खलु. अतः अत्र उदाहरणरूपेण मया अत्र उक्तं दैत्ययोगः अरि स्वीकुर्मः चेत् पूर्वपदस्य परपदस्य अत्र द्वयोः मध्ये अकारः अकारः तिष्ठति, अतः अकः सवर्णे दीर्घः इत्यनेन अत्र किं भवति? दीर्घ आकारः भवति. एतत् एकसूत्रमस्ति. अनन्तरं मिदेर्गुणः अस्ति, अत्र गुणसादृश्यवर्णः भवति. इकारस्य स्थाने एकारः भवति मिदेर्गुणः इत्यनेन. अनन्तरम् अत्र जलां जशन्ति इत्यनेन वाक् प्रथमवर्णस्य स्थाने तत् वर्णस्य तृतीयवर्णः अस्ति क ख ग ग तृतीयवर्णक ग अतः वागरि इति अस्ति. अनन्तरं हरि इति पर पदमस्ति. अत्र हकारस्य स्थाने सदृशतमवर्णः गकारः भवति. अत्रापि एकः सूत्रमस्ति जयोहोन्यतरस्याम् इति सूत्रेण अत्र सदृशतमवर्णः वाग् हरि इदानीम् अन्तिमरूपं भवति. एतत् सर्वं द्रष्टव्यं वा न द्रष्टव्यं वा? एतत् छात्राः आ इ उ एतत् ज्ञातव्यम्. अत्र इतोपि आ इ उ एतदपि अस्ति इति ज्ञातव्यं खलु. अत्र स्थानेन्तरतमः इति अनेन वर्गीयव्यञ्जनेषु अनुस्वारस्य स्थाने सदृशवर्णः पञ्चमवर्णः आगच्छति आयाति. तावदेव स्थानेन्तरतमः अभवत्. इतोपि किञ्चित् ज्ञातव्यं वा? ज्ञातव्यं खलु. इतोपि स्थानान्तरतमः किं किम् अस्ति इति झटि न गन्तव्यम्. एतत् समीचीनम् अस्तु. तावदेव वर्गीयव्यञ्जनेषु अन्तिमवर्णः परसवर्णः अस्ति. एतदेव स्थानेन्तरतमः सूचयति इति मया गन्तुं शक्यते. परन्तु तादृश अध्यापकः अहं न. इतोपि किञ्चित् वक्तव्यं चेत् मनसि स्थापनीयमेव. अत्र इतः पर्यन्तं स्थानेन्द्रतमः इत्यनेन चत्वारः सूत्राणि अभवत्. किं किम् इति कोऽपि वक्तुं शक्यते वा? एतत् रटनमेव, पुनरपि पुनरपि अहं पृच्छामि एव. अतः इतोपि न मनसि स्थापनीयम् इत्युक्ते अत्र एतत् विषये किञ्चित् दूरवा ध्वनिमुद्राणि श्रोतव्यम्. अनन्तरं लेखनीयं. मया तादृशमेव कृतम्. एतत् वन् अण्ड् हाफ़् अवर्स् गृहे चलन्ति चेत् अत्र एतत् स्थाप्य अत्र पास् करणीयम्. अनन्तरं लेखनीयं, पास् करणीयं, लेखनीयं. प्रथमम् अकः सवर्णे दीर्घः समीचीनं समीचीनम्. अग्रे मिदेर्गुणः बहु उत्तमम्. तृतीयः अम्नः अवगतं महोदय. चतुर्थ जयोः होन्त्यरस्यां, जयोः होन्यतरस्याम् एतत् लेखनीयम् एव. मया अत्र किञ्चित् कालानन्तरमेव अत्र प्रथमम् अत्र पश्यतु. अत्र किं भवति? जलां जशोन्ति इति सूत्रं भवति खलु. जलां जशोन्ति इत्यनेन प्रथमवर्णस्य स्थाने तृतीयवर्णः आगच्छति. अत्र किं सूत्रं भवति? जलां जशोन्ते इति अस्ति. सूत्रं कुत्र गच्छति? अकः सवर्णदीर्घः मिदेर्गुणः. अनन्तरम् अत्र अत्र पश्यतु, द्रष्टुं शक्यते खलु अत्र. जलां जशोन्ते एतत् सूत्रं प्रथमवर्णस्य स्थाने तृतीयवर्णः आगच्छति खलु. एतदेव जलां जशोन्ते. एतत् लिखतु अत्र समीचीनतनया, कुत्रापि लिखतु अत्र. अतः अनन्तरमेव मनसि एतत् सर्वदा आगच्छति. अत्र इदानीं हरि अस्ति. हरि इति स्थाने हकारः, अकारस्य स्थाने कण्ठः एव. अकारः अपि अस्ति, गकारः अपि कण्ठ एव. अत्र अकुह विसर्जनीयानां कण्ठः इति अस्ति. अत्र हकारः अस्ति चेत् अत्र अकारस्य सदृशतमवर्णः जयो, वदतु जयो. अनिल् जयो वदतु. अत्र स्क्रीन् मध्ये द्रष्टुं शक्यते खलु. जयो, ओके, जयो होन्यतरस्यां. होन्यतरस्यां, जयो होन्यतरस्याम्. अत्र तत् सूत्रम् एव वदति अकारस्य स्थाने चतुर्थवर्णः गकारः अकूह विसर्जनीयानां कण्ठः इत्यनेन एव आगच्छति. एतत् सर्वं पठनीयमेव. यत्र कुत्रापि एकः स्वीकुर्मः चेत् अत्र सर्वदा अत्र सर्कल् मध्ये किं किम् अस्ति इति द्रष्टव्यम्. अग्रे न गन्तव्यम्, अग्रे न गन्तव्यं महोदय. जलां जसोन्ते अत्र स्थानेन्तरं किमर्थं? ककारस्य स्थाने गकारः, ककारस्य स्थाने जस्त्वे गकारः. स्थानेन्तरतमः इत्यनेनैव एतत् सर्वं भविष्यति. स्थानेन्तरतमः एतत् अत्र किञ्चित् किञ्चित् विषये नास्ति एव. स्थाने अन्तरतमः अत्र किं किम् अस्ति इति द्रष्टव्यमेव. ककारस्य स्थाने चतुर्थवर्णः गकारः. अकूह विसर्जनीयानां कण्ठः. अत्र ककारस्य स्थाने तृतीयवर्णः. किं सूत्रेण भवति अत्र? ओके ओके. सो तृतीय अस्ति झलां जसन्ते कारणम् एण्ड् तृतीय गकार किमर्थम् अस्ति चेत् स्थाने अन्तरं बिकास् अत्र सूत्रमपि आगच्छति. अत्र किञ्चित् साधारणतया न आगच्छति. अत्र ककारस्य स्थाने तृतीयवर्णः, अत्र गकारः आगच्छति. एतत् किं सूत्रेण? अत्र लेखनीयम् एव. प्रथमवर्णस्य स्थाने पञ्चमवर्णः, प्रथमवर्णस्य स्थाने तृतीयवर्णः, प्रथमवर्णस्य स्थाने हकारस्य स्थाने चतुर्थवर्णः. एतत् किञ्चित् अत्र स्थापनीयमेव, लेखनीयमेव, अनन्तरमेव मनसि आगच्छति. झलां जसोन्ते टेल्स् अस् टु पुट् तृतीयवर्ण, परन्तु कः तृतीया, कः तृतीया, दट् इस् वाट् स्थाने अन्तरं डिसैड्स्. डिसैड्स् अत्र सूत्रमपि भवति. जलां जशन्ति इति सूत्रमपि भवति. साधारणतया एतत् ककारस्य स्थाने तृतीयवर्णः. अत्र पाणिनिना सूत्रं कृतम्, अत्र भाष्यमपि पतञ्जलिना कृतं बृहत् रूपेण. अत्र भाष्यमपि बृहत् रूपेण अस्ति. जलां जशन्ति इति स्वीकुर्मः चेत् अत्र अग्रे आगच्छति चेत् अत्र पतञ्जलिना उक्तं, बालमनोरमा हस्तं, काशिका हस्तम्, एतत् विषये इतोपि अस्ति. भवान् अत्र पञ्चवर्गीय पञ्चमवर्णस्य अनुस्वारस्य स्थाने पञ्चमवर्णः अनुनासिकवर्णः भवति, तावदेव मया अपि गन्तुं शक्यते. परन्तु अत्र काशिका अस्ति, बालमनोरमा अस्ति, अत्र पतञ्जलिना कृतम् अस्ति, एतत् जलान् जशन्ते इति पाणिनिना कृतम् अस्ति. एतत् सर्वं ज्ञातव्यं खलु अनिल् महोदय? अत्र झटिति न गन्तव्यं. स्थानेन्द्रतमः इति बृहत् अत्र सागरः इव भवति. मया अपि गन्तुं शक्यते. स्थानेन्तरतमः प्रथम अत्र अनुस्वारस्य स्थाने पञ्चमवर्णः अनुनासिकवर्णः अस्ति, तावदेव अहमपि गच्छामि. परन्तु मम कृते तादृशं न भवति. इतोपि एतत् सागरः अस्ति. पाणिनी सूत्रं सागरमस्ति. अत्र काशिका अस्ति, बालमनोरमा अस्ति, पदमञ्जरि अस्ति, पतञ्जलिना कृतं महाभाष्यमपि अस्ति. एतत् सर्वं तिक्तव्यमेव. अत्र अट्लीस्ट् पाणिनिमहोदयेन यत् कृतं प्रथमवर्णस्य स्थाने तृतीयवर्णः, अत्र सदृशतमवर्णः अपि अस्ति अकूहविसर्जनीयानां कण्ठः इत्यनेन. परन्तु अत्र ककारस्य स्थाने गकारः किं सूत्रेण अस्ति? पाणिनिना कृतम् अत्र जलां जशन्ति इत्यनेन एव अत्र प्रथमवर्णस्य स्थाने तृतीयवर्णः आगच्छति, आयाति. अतः वाग् हरि इति भवति. इदानीम् अत्र हकारः इति पृथक्तया एकः वर्णः. अत्रापि सदृशतमवर्णः अस्ति वा महोदय? आम् अस्ति एव. अत्र जयो होण्यतरस्याम् इति सूत्रेण अकारस्य स्थाने गकारः भवति. अतः अत्र वाग्हरि इति अस्ति. अत्रापि अकूहविसर्जनीयानां कण्ठः इति भवति. अत्र इदपर्यन्तं चत्वारः सूत्राणि दृष्टवन्तः. किं किम् इदानीम् अनिल् महोदय एव वदतु. प्रथमम् अस्ति अकः सवर्णे दीर्घः. द्वितीय अस्ति मिदेर्गुणः. समीचीनं. तृतीय अस्ति झलां जशोन्ते. चतुर्थ अस्ति जयो होन्यतरस्याम्. अत्र किं भवति जयो होन्यतरस्यां? किं वर्णः अत्र परिवर्तनं भवति? अत्र हकारस्य पूर्वसवर्णः किं भवति? अत्र घकार भवति. समीचीनम्, उत्तमं, तावदेव. एतदेव पठितव्यं. झटिति झटिति गन्तव्यं न. अत्र सर्कल् अस्ति. अत्र एकः डाट् अस्ति मध्ये. मध्ये डाट् अस्ति चेत् अत्र किमपि सर्कल् मध्ये अत्र किम् अस्ति इति द्रष्टव्यमेव. झटिति न गन्तव्यम्. इतः पर्यन्तम् अत्र चत्वारः सूत्राणि सन्ति. एतत् अत्र किञ्चित् लेखनीयमेव एतत् विषये. अहं मम अन्तिमकालपर्यन्तं संस्कृतमिच्छामि, संस्कृतं पठामि. यदि मनसि अस्ति चेत् एतत् लेखनीयं. नाना एतत् टैम् पासिङ्ग्, अहं गच्छामि अनन्तरं गमिष्यामि, कुत्रापि एतत् विषये ज्ञातुं न इच्छामि इत्युक्ते अत्र त्यक्तव्यमेव, न अत्र लेखनीयं. त्रयोदशवर्षाणि आरभ्य पञ्चदशवर्षाणि मया एतत् कृतमेव. अत्र ஒரு 1000 ரூபாய் வாங்கியிருப்பேன் அந்த கடை பேப்பர் காரங்கிட்ட போட்டு பணத்தை. ஐ ஹவ் ரிசீவ்டு நியர்லி 1000 ரூபீஸ். லேக்கித்தம் மயா லேக்கித்தம் ஏவ. அனந்தரம் கிஞ்சித் காலானந்தரம் ஏதத் புராதனம் பவதி ஜலாஞ்சேஷவந்தே வா. அகம் ஜானாமி திருத்திய வர்ணஸ்ய பிரதம வர்ணஸ்ய ஸ்தானே திருத்திய வர்ணக. அத்த ஏதத் மயா லேக்கனீயம் இரந்தி இதானியம் அத்த அவசியம் அஸ்தி வா. தாவதேவ पळियन कळिदलं पुदियन पुगुदलं तावदेव. तत्र गन्तव्यमेव, एतत् सर्वं गन्तव्यं. परन्तु इदानीम् एतत् सर्वं लेखनीयमेव, मनसि स्थापनार्थम् एतत् लेखनीयमेव. अस्तु, एतत् समीचीनतया मनसि स्थापितमिति मया इदानीं सोचे. एतत् इतोपि अत्र प्रश्नः अस्ति चेत् अग्रिमवर्गे दृष्टेम. अस्तु, ॐ पूर्णमदः पूर्णमिदम्. अत्र पूर्णमदः इति अस्ति, अनन्तरं पूर्ण इति पकारः अस्ति. अतः तत्र विसर्गस्य स्थाने किम् अत्र सूत्रम् आयाति? उपध्मानीय. समीचीनं, भवान् सम्यक्तया उक्तम्. अनन्तरं किमर्थम् अत्र क्लेशः? तत्र एतत् सर्वं झटिति ज्ञातव्यं चेत् अत्र लेखनीयमेव. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ. श्रीगुरुभ्यो नमः. अग्रिमवर्णः, अग्रिमवर्गे प्रथमं मय प्रश्नः, चत्वारः सूत्राणि स्थानेन्द्रस्तमविषये इदानीम् अभवत्. किं किं सूत्रम् इति प्रथमप्रश्नः. अनन्तरं स्थानेन्द्रतमः विषये इतोपि अग्रे अस्ति एव, अग्रिमवर्गे दृष्टेम. सर्वेभ्यः धन्यवादः, नमस्कारः. शुभदिनं. शुभदिनम्.